अस्तु, नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अदादिगणः इति प्रवर्तमानपाठः अस्ति. तत्र गतसप्ताहे इण् गतौ इति धातोः विषये चिन्तितवन्तः. तत्र एकमेव एकस्मिन्नेव विषये किञ्चित् अवधानं दातव्यं. तत्र क्रमः कथम् आगच्छति लङ्गि इति. अडागमः आडागमः, प्रथमम् आडजातीनाम् इत्यनेन लावस्थायां प्रथमं तत्सूत्रमेव आगच्छति. अनन्तरं तिङ्निमित्त अङ्गकार्यम् अङ्गकार्यम् इति कृत्वा तत् तस्य बलम् तद् बलवत् इति कृत्वा तद् अनन्तरं द्वितीयकार्यं भवति. तृतीयम् आडागमे सति वृद्धिकार्यम् आटश्च इति वर्णनिमित्तिककार्यं भवति. किन्तु अन्तरङ्गत्वा तिङ्प्रत्यये योजनात् प्राक् इत्यस्य तृतीयः तस्य क्रमः. चतुर्थः तिङ्प्रत्यययोजनं तत्सम्बन्धसन्धिकार्य सन्धिकार्यं. सर्वदा वयं पूर्वमपि बहुवारं दृष्टवन्तः तत् सन्धिकार्यम् अन्ते एव भवति. त्रिपाद्यां सूत्रमस्ति, वर्णनिमित्तिककार्यम् अस्ति चेदपि तद् अन्ते एव भवति इति दृष्टवन्तः. अतः क्रमः स्मर्तव्यम्. आडजातीनां प्रथमं भवति, आडजातीनां वा लुङ् लङ् लङ् शुष्वडुदातः आडजातीनाम् आडजातीनाम् आगच्छति चेत् एव कश्चन प्रश्नः आगच्छति. आटश्च प्रथमं वा इणो यण् प्रथमं वा, तत्र एव भ्रमः जातः. यदा लुङ् लङ् लङ् शुष्वडुदातः अस्ति चेत् तत्र तु किमपि वृद्धिकार्यं नास्ति, अतः तत्र किञ्चित् सौलभ्यमेव भवति. परन्तु यदा इणो यण् प्रसङ्गे वा अस् धातोः विषये वयम् अग्रे चर्चयिष्यामः, तत्र अपि एतादृशक्रमः. इदानीम् इक्स्मरणे इण् अन्यत् तु इङ् गतौ धातुः विषये अपि एतादृशक्रमः एव भवति. आडजातीनां प्रथमं लावस्थायाम्, अनन्तरं तिङ्निमित्त अङ्गकार्यम्, आटश्च वृद्धिकार्यम्, अन्ते वर्णनिमित्तिककार्यं. तृतीयचतुर्थयोः किं प्रथमम् इति किमपि सङ्घर्षः नास्ति. यत्किमपि भवतु रूपं समानमेव आगच्छति. अस्तु, इक्स्मरणे धातुः रूपं साधयामः अद्य. अरुणा भगिनी पठति वा इक्स्मरणे इति धातुः बि इति भागः? एकनिमिषं भगिनि. करपत्रम् इक्स्मरणे इति धातुः, इक्स्मरणे नित्यम् अधि उपसर्गपूर्वकधातुः परस्मैपदी च. अत्र दत्तम् इक् स्मरणे धातु अदादिगणे अस्ति. अत्र नित्यम् अधि इति उपसर्गपूर्वकं धातु इक् धातुः, परस्मैपदी धातुः इति वदति उक्तम्. अत्र अवधेयं यत् यथा पूर्वं कार्यस्य एकः क्रमः वर्तते, तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीयः. प्रथमं लङ्गि अडागमः आडागमः च, द्वितीय तिङ्निमित्तम् अङ्गकार्यं, तृतीयं लङ्गि अडागमे सति वृद्धिकार्यं, तिङ्प्रत्यययोजनं, तत्शब्द सन्धिकार्यं यथा सामान्यम्, अङ्गकार्यं सन्धिकार्यम् इत्यनयोः मध्ये प्रथम अङ्गकार्यं तदा एव सन्धिकार्यम्. पूर्वमेव वयं चर्चितवन्तः पूर्ववर्गे किं किं कार्यं करणीयम् इति. प्रथमं लङ्लकारे ला आधारि स्थाने स्थाने अङ्ग अडागमः आर् आडागमः आगच्छति. तदनन्तरं तिङ्निमित्त अङ्गकार्यम् अडागमे सति वृद्धिकार्यं, तिङ्प्रत्यययोजनं तत् सन्धिकार्ये तदेव तद् करणीयं. प्रथमम् आडागमः आगच्छति, तदनन्तरं तिङ्प्रत्यय निमित्तकाङ्गकार्यं, तदनन्तरम् आटश्च इति सूत्रेण आडागम बुद्धिकार्यं, तदनन्तरं वर्णमेलनं इति क्रमेण करणीयम्. अग्रे इक् स्मरणे इति धातोः धातौ अचिष्णुधातु भ्रुवां इवोरियं वौ वङ्गौ वङ्गौ इत्यस्य प्रसक्तिः न तु इनोयन् नाम इयङ् आदेशः प्रसक्तः न तु यन् आदेशः. तर्हि अजादि अपित्सु इयङ् कृत्वा अधियुगः इ युगः अन्ति, अधियुग इ युगः अन्ति अधीयन्ति इति भवेत्, किन्तु तथा न भवति, अधीयन्ति इत्येव भवति. अत्र ध्येयं यत् एकं गणसूत्रं वर्तते इन्वद्दिक इति वक्तव्यम्. अनेन इक् धातुः इन् धातुवत् एव भवति, अतः अत्र अधियुगः इक् इन्वत् भवति. प्रथमम् इन् धातोः रूपं निर्मातु, तदा अधियोजयतु, अपि च यदा आवश्यकता सन्धिकार्यं करोतु. आहत्य इक् धातोः अजादि अपित्सु इङ् आदेशः न भवति, अपि तु इन्वत् यण् आदेशः एव भवति. ओके भगिनि, प्रयत्नं करोमि. सामान्यतया इक् स्मरणे इति धातोः इच् अचिष्णुधातो ब्रुवां इवोर् इयङ् वयङ्गौ इत्यस्य प्रसक्तिः नास्ति, परन्तु इनोयन इति नूतनसूत्रमस्ति, तद् आधारेण यण् यकार आदेशः भवति. किमर्थम् अत्र नाम इयङ् आदेशः प्रसक्तः न तु यण् आदेशः, तर्हि अजादि अपि इयङ् कृत्वा अधियोगः अन्ति, प्रथमपुरुष बहुवचने अधियोगः इ अन्ति, अधियोगः इ योगः अन्ति, अधीयन्ति. तत् रूपं साधु नास्ति वा भगिनि, अधीयन्ति इति समीचीनम्, साधु नास्ति, किन्तु तदा न भवति, अधीयन्ति इत्येव भवति. अत्र ध्येयं यत् एकं गणसूत्रं वर्तते इन्वद्दिक इति वक्तव्यम्, इन्वत् इक् इन्वत् इक अपि इकः अपि इति वक्तव्यम्. तत् गणसूत्र अनुसृत्य अनेन इक् धातुः इन् धातु अद्वेव प्रथमम् अधियोग इक् इन्वत् भवति, ततः इन् स्थाने इयण् आदेशः भवति, अधियोगः यण् योगः ति अधीयति इति रूपं निष्पन्नं भवति. किमर्थम् इव इण्वधिक इति वक्तव्यम् इति अनादरसूत्रमस्ति भगिनि? गणसूत्रमस्ति, येन वदति यत् अधिपूर्वक इन् इक् इति धातुः अस्ति किल, तद् यदा इन् धातोः इव तस्यापि रूपं साधनीयम् इति वदति सूत्रं. तावदेव, तत् किमपि नास्ति. इकः इन्वत् इति वक्तव्यं, तदेव इण्वधिक इति. आम्, इण्वधिक इति वक्तव्यम्, इकः अपि इन् इव भवेत् कार्यं कार्यक्रमम् इति. तत्र यदा वयं पश्यामः तत्र मतभेदः अपि अस्ति, केचन तु अचिष्णुधातुभुवां युवोरियङ् वङ्गौ इति अपि साधु इति स्वीकृतवन्तः, इण्वधिक इति वक्तव्यम् अपि अस्ति इति स्वीकृतवन्तः. अतः वयं रूपद्वयमपि केषुचित् स्थलेषु पश्यामः, अधीयन्ति अपि साधु अधि पश्यन्ति अपि साधु एव. दोषः इति न, रूपं रूपद्वयमपि साधु एव. इन्वधिक इति वक्तव्यं स्वीकुर्मः चेत् अधीयन्ति, न स्वीकुर्मः चेत् अधीयन्ति. रूपद्वयमपि वयं स्वीकुर्मः, अस्माकं कृते किमपि मतभेदः किमपि नास्ति. समीचीनं, रूपं साधयामः. महोदय भवान् एव आरम्भं करोति वा? लटु आम् वा? आम् आम् महोदय, राजेन्द्रमहोदय न आगतवान् इति चिन्तयामि. अस्तु, आम् आं भवान् एव महोदय. एकवारम् इयोगति, इयोगति अस्ति, इयोगति इति इदानीं गुणः भवति, एति अधि उपसर्गयुक्तः भवति, इक् इति धातु, अतः अधि योग एति, अध्येति इति अत्र यणसन्धि भवति, अध्येति इति रूपं भवति. एक क्षम्यताम्, अधि न न अधि अधियोग यणसन्धि खलु भगिनि? तत् समीचीनं, तस्मात् पूर्वं किं भवति महोदय? ओ क्षम्यतां क्षम्यतां, तत् तिप् तिप् अस्ति खलु भगिनि? अधि ईयोग तिप् अस्ति खलु, अतः गुणः भवति. समीचीनं, इकारः एकारः भवति, अनन्तरमेव यन्सन्ति अध्येति यन्सन्ति. अपि अधि योग सारि ईयोगतः इति अस्ति, अत्र अपित् अस्ति, अतः इतः एव भवति. अधि उपसर्ग अधियोग इतः अधीतः इति अत्र सवर्णदीर्घसन्धि अधीतः इति भवति. इदानीम् अधि सारि अधि एव क्षम्यताम्, इयोग अन्ति, योग अन्ति अस्ति. इदानीम् अतिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः अस्ति, अपि च इण् इण्वत् इक इत्यनेन इणो यण् इत्यस्य प्रसक्तिः अस्ति, अतः रूपद्वयम् अपि भवितुमर्हति. इदानीम् इण्वत् इति भवति चेत् इयोग यण् सन्धि भवति, यन्ति यन्ति इति भवति, अधि यन्ति अधि एकवारम् अधि ईयोग ईयोग किं भवति एकवारम् ईयोग अन्ति, अत्र इयङ् आदेशः सारि यण् आदेशः यन्ति, अधि अधियन्ति इति भवति रूपम्, अधियन्ति एकं रूपम्. इयङ् आदेशः भवति चेत् अधियोग इयन्ति अधीयन्ति इति रूपं भवति. तत् सवर्णदीर्घसन्धिः भवति, सवर्णदीर्घसन्धिः एव. आम् आम्. इदानीं सि मध्यमपुरुष, मध्यमपुरुष इयोग सि, अत्र इ एतत्तु पित् अस्ति, अतः ए सि ए सि अधियोग ए सि अध्येसि अध्येषि इति भवति आदेशप्रत्ययोः इति सूत्रेण, इण्कोः इण्कोः आदे इण्कोः आदेशप्रत्ययोः मूर्धन्या इति इति सूत्रेण अध्येषि इति भवति. समीचीनम्. अग्रे एतत् आत्मनेपदं खलु भगिनि? अधीयन्ति एव वा? एकवारम् एकवारम् आत्मने परस्मैपदी एव. अस्तु अस्तु, अधीते अधीते इति रूपं तत्र अस्ति खलु भगिनि? अधीयन्ति इति अस्तु, इक् स्मरणे इति उभयपदी वा? एतत् उभयपदी वा भगिनि? अतिपूर्वक इङ्ग् धातोः भगिनि, इक् स्मरणे इति धातुः अन्यदस्ति, इङ्ग् इङ्ग् इति अग्रिमधातुः इङ् धातु अस्ति भिन्नधातु अस्ति अहं चिन्तयामि. अस्तु अग्रे हा अतः इति अस्ति अत्र इ इतः किमपि कार्यं नास्ति. इतः अधीतः इति भवति सवर्णदीर्घसन्धिः भवति. अग्रे इ योग अर्थ इति अस्ति अत्रापि इथ इति गुणः न भवति अपि तस्ति अतः अधीतः इति भवति. मि इ योग मि अस्ति अत्र मिप् अस्ति अतः पित् अस्ति एमि इति भवति. इदानीम् अधियोग एमि अत्र यणसन्धि अध्येमि इति भवति. अधि इयोग वः इवः अत्रापि गुणः नास्ति. अधि अधीवः तथैव अधीमः इति रूपम्. समीचीनं महोदय. इक् स्मरणे इति धातुः अर्थः अस्ति टु मेमरैस् टु थिङ्क् इति अर्थः. महोदय एकं वाक्यं वदति वा. अहं व्याकरणसूत्राणि अधीते अहं व्याकरणसूत्राणि अधीये इति इङ् अध्येमि लट्लकार खल न न अहं लोट् वदति वा. न भगिन्यत् इक् स्मरणे इति मेमरैस् इति तत् तद् अध्येमि इति संस्कृत सूत्रस् अध्येमि अध्येमि अध्येमि अध्येमि अधीये अधीये इति टु लर्न् अस्तु अस्तु अधि अधीते अस्तु अध्येमि भवान् लट्लकारम् उक्तवान् किल अतः एव पृष्टवान् खलु. अहम् इति उक्तवान् किल अतः अहम् उत्तमपुरुष एकवचनम् एव तत्र आगन्तव्यं खलु अध्येमि. समीचीनम् अस्तु महोदय धन्यवादः. उषा भगिनी लोट् करोति वा. नमस्कारः भगिनि. नमस्ते. लोट् अधियोगः तिप् तिप्स् पित् पित् प्रत्यय सो ई गुण गुण ये अधियोगः ये योगः ति नो नो नाट् ति लोट् तु तु अध्येतु अध्येतु एरुः या अध्येतु अध्येताम् अध्यन्तु नो नो अध्ये द तां तां नो गुण सो अधियोगः ई योगः ताम् अद् ई ताम् अद् अचिष्णु दादु ब्रुवामि भोरि एङ्गुभङ्गौ बट् इट्स् नाट् अचि फालोयिङ्ग् सो इट्स् अधियोगः ई योगः ताम् अधियोगः ई योगः ताम् नो गुण नो अतिष्णु दादु ब्रुवां जस्ट् अधीतां परन्तु तत्र तु अचिष्णु दातु ब्रुवाम् इत्यस्य प्रसक्तिः एव नास्ति किल भगिनि. या बिकास् थां या इस् नाट् अचि अचि अचि नास्ति अधीतां या अध्येतु अधीतां तु ताम् अन्तु अन्तु अजादि अपित्सु अजादि अपित् सो ई अचिष्णु दादु ब्रुवां बुट्कम् अधियोगः ई योगः तु ताम् अन्तु अन्तु अधियोगः ई इकार यकार अन्देन् अन्तु सो अधीयन्तु इति एकं रूपम्. अन्यरूपम् इति एकं तु ताम् अन्तु देन् अधियोगः हि न अधियोगः ई योगः अत्र एव बहुवचने एव ओ तद्वयमस्ति बहुवचने रूपद्वयम् अस्ति. अन्तु इति यदा अस्ति अचिष्णु धातु ब्रुवाम् इत्यस्यापि प्रसक्तिः अस्ति. अन्यत् अन्यसूत्रं किम् अचिष्णु धातु ब्रुवाम् इण्वदिक इति वक्तव्यम् इति चेत् अधियोगः ईयोगः अन्तु नो यकारादे अधियोगः ईयोगः अन्तु अद् ईयोगः अ शुड् ऐ डु अधि इणो यण् इत्यत्र इणो यण् किम् आगच्छति इणो यण् सो जस्ट् देन् इणो यण् देन् नो जस्ट् यकार वुड् कम् देर् यण् आदेशः सो अधि अधियन्तु अधियन्तु समीचीनं. सो ओके ता तु तामन्तु देन् सी इन्स्टेड् आफ् मध्यमपुरुष हि अधियोगः ई योगः इट्स् पित् सो अधियोगः पित् गुण एहि अद्येहि अद्येहि तत्र हि इत्यत्र हि इति पित् पित् या अपित्वम् आरोपितं किल वदतु. ओ सेह पिच्च ओके ओ अपित् ओके हलादि अपित् हलादि अपित् बट् सो नो गुणा देर् अधियोगः ई योगः हि अधिहि अधि सवर्णदीर्घ अधियोगः ई योगः हि अधियोगः इ अधि सो दीर्घ अधि हि समीचीनं. या देन् तात् वुड् बि अधि अधि तात् समीचीनं. तं वुड् बि अधियोगः ई योगः तं नो गुण नो अचिष्णु दादु ब्रुवां सो अधीथम् तामन्तु नो चिन्तं त देन् तकार देन् अधियोगः ई योगः त अधीथ समीचीनम्. अण्ड् नो चिन्तम् आनि आनि इस् पित् आनि इस् पित् अजादि पित् अजादि पित् देन् गुण अधियोगः ये योगः देन् आनि अधियोगः ये योगः आनि देन् डु ऐ डू अद्ये भगिनि अधियोगः ये योगः आनि इदानीम् एकारः अकारः अस्ति किं भवति तत्र देन् एकारः आकारः देन् ऐ अकार यकार देन् अया देन् अधियोगः अयानि अधियोगः अयानि देन् अधि देन् अद् अद्याय अधियोगः अयानि सो अद्ययानि सम्यक् अद्ययानि अद्ययानि अद्ययाव अद्ययाम समीचीनं. भवती अपि एकं वाक्यं वदतु भगिनि. अद्ययानि हौ डु ऐ से ऐ वाण्ट् टु टाक् इन् ग्रामर् बेटर् ऐ वाण्ट् अध्ययनं थिङ्क् आर् मेमरैस् इति वदतु. ऐ इत्यस्य प्रथमं संस्कृते अनुवादं करोतु. अहं संस्कृतं वारं वारम् अध्ययानि अधिकम् अधिकम् अधिकम् अधिकं संस्कृतेन अधिकम् अधिकम् कथम् अध्ययानि कथम् संस्कृतेन समीचीनं सम्यक् उत्तमं भगिनि अस्तु श्रीवल्ली भगिनी लङ् करोति वा. आं भगिनि, लङ्लकारः प्रथमं आडजारण्यं कार्यं करोति, तदनन्तरं तिङ्निमित्ताङ्गकार्यं करोति. इक् इक् योगः तकार तकार इ इति आडजारण्यम्, आ योगः इ योगः स्त इति चेत् तकार इस् हलादि पित् प्रत्ययः, गुणकार्यं भवति. इ योगः तकार ए योगः त अध्ययित् इति रूपं भवति. वृद्धिः कृतवती वा? भगिनी प्रथमसोपानम् उक्तवती, अन्ते रूपम् उक्तवती, मध्ये किम् अभवत् भगिनि? तिङ्निमित्तक अङ्गकार्यं भगिनि, तिङ्निमित्तक अङ्गकार्यम् इक् योगः तकार इति, तकार इति हलादि, गुणकार्यं नास्ति. किमर्थं गुणकार्यं नास्ति? सारी सारी सारी पित् सारी समवेर आई एम जस्ट गोइंग ऑन या तकार इज पित् आडजादीनां नास्ति वा? आडजादीनां नास्ति या प्रथमकार्यं, प्रथमं कार्यं आडजादीनां आ योगः ई योगः तकार इत् समीचीनं. द्वितीयसोपानं तिङ्निमित्तकार्य कार्यं ई योगः तकार, अत्र गुणकार्यं भवति, ई स्थाने ए आयाति, आयोगः ए योगः तकार. तृतीयकार्यं अदि अडागमे सति वृद्धिकार्यं भवति, आयोगः ए आयोगः अधि सोरि आयोगः फस्ट् अधि, अधि प्लस् आयोगः अयोगः तकार. सो आयोगः ऐ इति वृत्तिकार्यं भवति, ऐत् ऐत् समीचीनम् ऐत् ऐत् भवति, परन् अधियोगः ऐत् इति यणादेशसन्धि अध्ययित् इति रूपं भवति. सम्यक्. प्रथमं किं करोतु, रूपं साधयतु ऐत् इति ऐत्, अनन्तरम् उपसर्गं योजयतु, योजयति चेत् भ्रमः न भवति. ताम् इति प्रत्ययः द्वितीयवचने, हलादि अपि प्रत्ययः, गुणक आयोगः अधियोगः आयोगः ई योगः ताम्, गुणकार्यं न भवति, इताम् इति अस्ति, आयोगः इताम्, आयोगः इताम् वृद्धिकार्यं भवति, ऐताम् अधियोगः ताम् अध्ययिताम्. समीचीनम्. यणादे इति बहुवचने अन् इति अजादि अपि प्रत्ययः, अधियोगः अन् अधियोगः आयोगः ई योगः अन् इति प्रत्ययः, ई योगः अन् गुणकार्यं न भवति, अजादि अचिपरे इनोयन् इति सूत्रेण इकारस्य स्थाने यकारः आगच्छति, अधियोगः आयोगः एन् इति भवति, अधियोगः आयोगः एन् आ योगः या इति वृद्धिकार्यं भवति, ऐन् वृद्धिकार्यं कुत्र भवति भगिनि? आयोगः, आयोगः दीर्घ आकार योगः एन् यकारः, नो वृद्धिकार्यं न भवति, यकार यकार इस् कमिङ्ग् या आम् भगिनि, आयोगः एन् अधियोगः आ इति यणादेशः भवति, अध्यायन् इति रूपं भवति. समीचीनम्. मध्यमपुरुषे प्रत्ययः सकारः इति पित् अस्ति, हलादिपित् अस्ति. अधियोगः आ योगः इ योगः सकारः. पित् अस्ति चेत् गुणकार्यं भवति, ई स्थाने ए आगच्छति. अधियोगः दीर्घाकार प्लस् ए प्लस् सकार भवति. आयोगः ए. अत्र वृद्धिकार्यं भवति, ऐ योगः स. अधियोगः ऐ ऐवाय अधियोगः ऐ यणादेशसन्धि भवति. अध्यैस् सकारः विसर्गः भवति. अध्यैः सशचुषोरुः करवसानयोः विसर्जनेयः इति सूत्रद्वयोः अध्यैः इति रूपं भवति. तम् इति प्रत्ययः, तम् इति हलादि अपि प्रत्ययः. अधियोगः आयोगः योगः तम्. अत्र गुणकार्यं नास्ति, इतम् इति भवति. आयोगः इतं वृद्धिकार्यं भवति, ऐतम्. अधियोगः ऐतं फार्म् अध्ययितम् इति रूपं भवति. तकार अपि अध्ययित इति रूपं भवति. अधियोगः आयोगः ई योगः तकार. हलादि अपि प्रत्ययः, गुणकार्यं न भवति इति चेत् अध्ययित इति रूपं भवति. अध्ययितम् एव. उत्तमपुरुषः एकवचनम् अम् इति प्रत्ययः. अजादि पित् अस्ति. अधियोगः दीर्घ आकारः प्लस् इ प्लस् अम् इति योजनेन गुणकार्यं भवति, ई स्थाने ए आयाति. ए योगः अम् भवति. ए योगः अम् इति ऐवायावसन्धि आयाति. प्रथमम् आयोगः ऐ, योगः अम्. अयोगः अम् ऐ आयम् इति भवति वृद्धिकार्यम्. आयोगः आयम्. अधियोगः आयम् अनादेश सन्ति. अध्यायम् इति रूपं भवति. अध्यायम्. तत्र सूत्रं पुनः वदतु. प्रथमम् आडजादीनाम् इति उक्तवती, समीचीनम्. अनन्तरं वृद्धिकार्यं भूत्वा किं भवति? आयोगः ए योगः अम्. आगः आयोगः ए योगः अम्. ए योगः अम् इति ऐवायाव सन्ति. ऐ इति भवति, ऐ इति भवति, ऐ इति भवति. आटश्च कुत कुत्र भवति? आटश्च आयाति वा? ओके. आटश्च कुत्र भवति भगिनी? आयोगः ए योगः अम् आटश्च भूत्वा आयोगः ए ऐ भवति. ऐ योगः अम् अम् इदानीं करोतु. अयोगः अयोगः अम् अयवायव आयम् आयम् इति आयम् इति भवति. अधियोगः आयम् यणादेशः यणादेशसन्धि भवति इति रूपम्. अध्यायम् अध्यायम् इति रूपं भवति. द्वितीय द्विवचने वकारः इति प्रत्ययः. हलादि अपि प्रत्ययः. अधियोगः आयोगः ई योगः वकार. अपि प्रत्ययस्य कारणेन गुणकार्यं न भवति. अधियोगः आयोगः ईयोगः इव इव इति भवति. आयोगः इ इति वृद्धिकार्यं भवति. वृद्धिकार्यं भवति चेत् इणो यन्नाति अचि नास्ति. ओके, आयोगः इ आयोगः इ वृद्धि भवति. ऐ इति भवति ऐ इव. अधियोगः ऐव यनादेशसन्धि अध्यैव रूपं भवति. मकारमपि हलादि अपि प्रत्ययः रूपम् अध्ययिम. सम्यक्, अध्यैव अध्ययिम. भवती अपि एकं वाक्यं वदतु भगिनि. आं भगिनि, लोट् नु लङ् लङ् लङ् लङ् सारि सारि लङ् सः पाठम् अध्ययत्. समीचीनं, सम्यक् अस्तु. विजया भगिनी, विदिलिङ्ग् भगिनी, अत्र अहम् एकम् अध्यायम् अद्य पठामि. अध्यायम् इति समीचीनमेव खलु भगिनि तत्र? परन्तु तत्तु क्रियापदं नास्ति किल. वयं तु क्रियापद तिङन्तरूपस्य विषये इदानीं पठन्. परन्तु मम प्रश्नः अध्यायम् इत्युक्ते तत्र अध्यायमेव खलु पुस्तकमध्ये आगच्छति. एतत् अध्यायम् अध्यायम् अध्यायम् इत्युक्ते चाप्टर् इति अर्थः. अत्र भवत्याः प्रश्नः कः? न, उत्तमपुरुषे एकवचने अध्यायम् इति अस्ति खलु. एतत् पुस्तकमध्ये आगच्छति, एतत् अध्यायं नास्ति वा? न न न, तत्तु अध्यायं नामपदं किल. एतत् धातुपदम्. एतत्तु तिङन्तरूपं किल. तिङन्तरूपम् अध्यायः इति पुल्लिङ्ग अस्ति, अध्यायम् इति द्वितीयविभक्तिरूपम्. आम्, पुल्लिङ्गमपि अस्ति, नपुंसकलिङ्गमपि अस्ति खलु भगिनि. अध्यायम् अध्यायः अध्यायः अध्यायः पुल्लिङ्गपदमेव. पुल्लिङ्गमेव अध्यायम् अत्र द्वितीयविभक्ति एकवचनं वा? अहम् अध्यायं पठामि इत्युक्ते अध्यायम् इति कर्मपदमेव किल. मम प्रश्नः अध्यायम् अध्यायः उभयपदमस्ति. अध्यायम् इत्युक्ते तत्र विभक्तिरूपेण द्वितीयविभक्ति एकवचनं वा? कर्मपदम् अत्र न अत्र न पृच्छामि. मम प्रश्नः सम्यक् एव भगिनि. एक्साम्पल् करेक्ट् अस्ति, बट् इण्टर्प्रिटेशन् फस्ट् अध्यायम् इस् सुबन्त. अहम् अध्यायम् अध्यायम् इदन्ते विजया भगिनी. यू वांट् टु से अहम् अध्यायम्? मम प्रश्नः रघुपति अध्यायम् अध्यायम् आचार्येण तत्र भवान् अध्यायम् अध्यायः इति पुल्लिङ्गपदे पुल्लिङ्गपदमेव. Accusative. Adhyayam is accusative. You are telling adhyayam, adhyayam. Atra adhyayam, subanta accusative case. Second adhyayam is verb. Karma. Ide, yeah. Verb. Dhaniyavadak Bhasini. Ham ekam adhyayam, adhyayam. Iti vaktum shaknu maha. Aham ekam adhyayam, adhyayam. Punarapi. समीचीनं, धन्यवादः भगिनि. अस्तु भगिनि, तत्र विधिलिङ्गसूत्रं विधिलिङ्ग तिङन्तरूपाणि याति यातां युः, याः यातं यात, यां याव याम. तत्र अति उपसर्गपूर्वकयोजनेन तत्र मेलनमेव खलु भगिनि. अधि योगः यात् अधियात् अध्यात् अधियात् एव अधियात् अधि किमपि कार्यं नास्ति वा तत्र? सर्वं हलादि अप्युत्स् एव. तत्र किमपि कार्यं नास्ति खलु भगिनि. अधि इति उपसर्गपूर्वक अनन्तरं तिङन्त प्रत्ययं योजनं करणीयं. तत्र अधियोगः यात् अधियात् इकारस्य खादति भगिनि, इकारः एव अस्माकं तत्र सवर्णदीर्घसन्धिः भवति खलु भगिनि, अधि रसम् अस्ति, अनन्तरम् इकारः अस्ति, इकारः इकारः मेलनेन दीर्घ ईकारः आगच्छति, अधि यात् इति आगच्छति, तादृशमेव सर्वे स्थाने. अस्तु खलु भगिनि, अधियात् अधियाताम् अधियुः अधियाः अधियातम् अधियात अधियाम् अधियाव अधियाम. सर्वदा एतत् विधिलिङ्गरूपं रघुपति रघुपति आचार्येण समीपे एव गच्छति, परन्तु गच्छत् प्रथमतया मम समीपे आगच्छति विधिलिङ्गरूपं. किमपि कार्यं नास्ति, सवर्णदीर्घः सन्ति एव तत्र. अस्तु भगिनि, भवती एव सी इति इङ् अध्ययने इति धातुः पठतु. अस्ति वा विजया भगिनि? किं भगिनि? सी इति इङ् अध्ययने इति धातुः अस्ति किल करपत्रे, तत् पठतु एकवारम्. अस्तु भगिनि, इङ् अध्ययने इति धातुः, इङ् धातुः नित् अतः आत्मनेपदी धातुः, नित्यम् अधिपूर्वः च. प्रथमबिन्दुः अलादि पित्सु आत्मनेपदी धातुषु गुणकार्यं नास्ति एव. अजादिपित्सु गुणः अयादेशः, अधि योगः ई योगः ऐ गुण गुणे अधि योगः एकार ए योगः ऐ, तत्र ऐ आदेशः अधि योगः ऐ योगः ऐ सन्धिकार्यम् इको यनचि अद्यै योगः ऐ योगः इत्युक्ते अद्यै अद्ययै इति आगच्छति. द्वितीयबिन्दुः तृतीयबिन्दुः अलादि अपित्सु निति च गुणनिषेधः, अधि योगः ई योगः ते अकः सवर्णे दीर्घः अधीते इति दीर्घरूपेण अधीते इति आगच्छति. प्रथम प्रथमपुरुषे एकवचने, अनन्तरं चतुर्थबिन्दुः अजादि अपित्सु निति च गुणनिषेधः, अचिस्नु धातु भ्रुवं यो इयङ् इत्यस्य प्रसक्तिः, अधि योगः ई योगः आते, अधि योगः ई योगः आते, अधि योगः इयाते, अकः सवर्णदीर्घः अधीयाते इति दीर्घरूपं स्वीकृतं तत्र. अत्र अवधेयं यत् यथा पूर्वं कार्यस्य एकः क्रमः वर्तते, तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया. प्रथमं लङ्घि अडागमः आडागमः च, अनन्तरं द्वितीयबिन्दुः तिङ् निमित्तम् अङ्गकार्यं, तृतीयबिन्दुः अडागमे सति वृद्धिकार्यं, चतुर्थबिन्दुः तिङ् प्रत्यययोजनं तत्सम्बन्धसन्धिकार्यं, पञ्चमबिन्दुः उपसर्गयोजनं तत्सम्बन्धसन्धिकार्यम्. अत्र चतुर्षु लकारेषु दिगन्तरूपाणि वक्तव्यानि उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु. इङ् इति धातुः रूपं तु समानमेव दृश्यते किल, किमपि विशेषः नास्ति. इक् इति धातु अस्ति खलु भगिनि, तादृशमेव तत्र इङ् आल्सो न आत्मनेपदी एतत् आत्मनेपदी इङ् आत्मनेपदी आत्मनेपदी धातु अतीते. सम्यक्, अस्तु. अरुणा भगिनी लटी रूपं वदति वा भगिनि? इङ् योगः अधि योगः इङ् योगः ते ते अध हलादि अपित् गुणकार्यं नास्ति, केवलं सवर्णदीर्घसन्धि अधीते इति प्रथमपुरुषे एकवचनं, तदेव अधियोगः अधियोगः ई प्लस् त तां हलादि अपित् अस्ति, गुणकार्यं नास्ति, केवलं सवर्णदीर्घसन्धि अधीताम् अधियोगः ईयोगः आते करोतु इदानीम् आते ईयोगः ऐ आगच्छति ई स्थाने या आगच्छति यण् सन्धि या ते अधि प्लस् अधीयते कथम् अधीयते प्रथमं भगिनि अधि अधि प्लस् आते योगः आते इति धातुः किल अधि इति उपसर्गः अधि इति उपसर्गः इ योगः आते इको यन् चि सूत्रेण या आगच्छति यकार याते अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः नास्ति वा ओके ओके आं भगिनि अधि प्लस् इय प्लस् आते अधियोगः इययोगः आते इदानीं सन्धिकार्यं किं भवति सवर्णदीर्घसन्धि एव अधियाते सम्यक् इको एणचि सर्वसामान्यसूत्रं तद् प्रभाद्य सार्वधातुक तत् क्रमः सर्वदा मनसि भवेत् तत्र करोति चेत् दोषः न भवति उत्तमपुरुष अधि प्लस् योगः ई योगः अते इदानीं क्रमः वदतु भगिनि इयु इ अते इति अजादि अपित् अस्ति इ यत्र अस्ति अति च अचिष्णुधातु ब्रुवां सूत्रेण इय आगच्छति योगः अते इयाते अधियोगः इ अधीयाते दीर्घः नास्ति खलु अत्र दीर्घः भवति किल न तत्र आते नास्ति अते खलु अधीयाते नास्ति अधीयते अधीयत् अधीयते धन्यवादः महोदय अधि मध्यमपुरुषे एकवचन अधियोगः इ योगः से अपित् अस्ति गुणकार्यं नास्ति अधि से किमपि अन्यकार्यमस्ति वा सवर्णदीर्घसन्धि भगिनि समीचीनं सकारः कीदृशसकारः अपि भगिनि ओ सेरि अपि च सेरि अपि च न न तत् न सन्धि अन्ते सन्धि षत्वम् ओ आदेशप्रत्ययो अधीशे धन्यवादः भगिनि स्मरामि अधीसे अधियोगः ई योगः आताम् आतामपि आथे से आथे द्वे सम्यक् आते आत्मनेपदी अहं न कर्तुं शक्नोमि अधि आते आते अजादि अपित् अस्ति ततः इ आदेशः अचिष्णुधातो ब्रुवां सूत्रेण इ आदेशः ए प्लस् आथे इयते इयाते इयाते अधियोगः इ अधीयाते तदनन्तरं द्वे अपित् हलादि अपित् अधीयद्वे अधीयद्वे केवलं वर्णमेलनमेव अधियोगः उत्तमपुरुष अधि प्लस् योगः इ योगः ए ऐ भगिनि ऐ आम् ऐ ये अपि अजादि प्रत्यय तथा अचिष्णुधातु सूत्रेण इयङ् आदेशः इयङ् इये अधि प्लस् योगः इ अस्ति अधीये अधिवहै अध्यावहै वहे महे ओलक्लकारस्य अधिवहे अधे महे समीचीनम् अधीये अधिवहे अधिमहे इङ् धातोः अर्थः अध्ययने टु स्टडी टु लर्न् इति अर्थः एकं वाक्यं वदतु भगिनि अहं प्रतिदिनं संस्कृतम् अधीये अहं प्रतिदिनं संस्कृतम् अधीये समीचीनं सम्यक् अस्तु धन्यवादः एतत् प्रयत्नं सम्यक् अस्ति भगिनि एक सेण्टेन्स् वदतु वाक्यं वदतु समीचीनमेव धन्यवादः भगिनि अस्तु महोदय रघुपतिमहोदय लोट् करोति वा हा भगिनि एकवारं लोट् अस्तु ईयोग तु अस्ति ईयोग तु इति अत्र पित् अत्यतः तां महोदय आत्मनेपदि क्षम्यताम् अस्तु ईयोग ईयोग ताम् इति अस्ति अत्र अपित् अस्ति अतः अधीताम् इति रूपं भवति अधीतामेव इदानीम् ईयोग आताम् अस्ति अत्र इयङ् आदेश इयाताम् अधीयाताम् इति भवति इयङ् इयङ् आदेशः अपि च इदानीम् अताम् इय इ आदेशः भवति इयताम् अधीयताम् अधीयताम् अधीयाताम् अधीयताम् इति भवति स्व इति अस्ति अपित् अस्ति अतः इस्व अधिस्व अधिष्व इति भवति आदेशप्रत्ययः उच्चारणे अपि च सवर्णदीर्घसन्धि अधीष्व अग्रे आथाम् इति अस्ति इयाथाम् इति भवति इयणसन्धि इयङ् आदेशः भूत्वा चेष्टन्तत्व इयङ् इयाथाम् एकवारम् अधीष्व अत्र आदेशप्रत्ययोः कार्यं करोति खलु भगिनि यत्र यत्र इण् प्रत्याहारस्थवर्णः अस्ति तत्र सर्वत्र आदेशप्रत्ययोः कार्यं एव कार्यं अस्तु अधीयाथाम् इति भवति अपि च अधीध्वम् अस्तु अग्रे ऐ अस्ति ईयोग ऐ अस्ति इदानीम् ईयोग ऐ अत्र गुणः भवति पित् अस्ति अतः गुणः भवति ये योग ऐ अचिष्णुधातुभुवां यं भुवं भवति वा आम् आम् किं भवति योगः ऐ ये योग ऐ योग ये योग इयङ् यस्तु दातु इयङ् खलु कस्य प्रसक्तिः अस्ति वा पूर्वम् इयम् उवङ्गादेशौ आं न भवति खलु प्रथमं पित् अस्ति पित् अस्ति ऐ आमाम् ऐ ऐ ए भवति अनन्तरं सः चिन्तयन् अनन्तरं सः वदति आचीति वा चिन्तनं सम्यक् एव कीदृशधातुः अस्ति धातु ब्रुवां यो यङ् वङ्गौ यङ् वङ्गौ अस्ति अचिष्णु धातु अस्तु ई आदेशः भवति एवं वा ईदृशधातुः अस्ति एकार इदानीम् एकारः ऐकारः अस्ति एकारः ऐकारः खलु इकारौकारः अस्तु अस्तु क्षम्यताम् सम्यक् एव चिन्तनं सम्यक् एव उत्तमं सम्यक् इदानीं गुणः जातः ए योगः ऐ ए योग ऐ अस्ति ए योग ऐ अस्ति तत्र सन्धिः भवति अयादिसन्धिः भवति इ अस्ति ए योग ऐ अयै भवति इदानीम् अधियोग अधियोग अयै अध्ययै भवति वा एक यण् अधियोग समीचीनं यण् सन्धि समीचीनं यण् सन्धि यण् सन्धि खलु यण् सन्धि क्षम्यताम् अध्ययै इति अस्तु अध्ययै इदानीम् अधियोग आव् सोरि ईयोग आवहै अस्ति ए योग आवहै इति अस्ति यो इदानीं ये यो ये योग आवहै इति अस्ति अत्र किं भवति अत्र ये योग अयादिसन्धि भवति समीचीनं किं भवति ये स्थाने अयादेशः भवति सम्यक् अयावहै अयावहै इदानीम् अधियोग इदानीं यण् सन्धि अध्यावहै अस्तु सोरि अध्ययावहै अध्ययामहै इति रूपं सम्यक् भवान् अपि एकं वाक्यं वदतु महोदय लोट्लकारे लोट्लकारे वयं किमस्ति अत्र वयं संस्कृतभाषां अध्यावहै अध्यवावहेय वयं किल वयम् अध्यामहै अध्ययामहै अध्ययामहे अध्ययामहे अध्ययामहे सम्यक् अध्ययामहे सम्यक् सम्यक् नास्ति अध्ययामहे एव किल आमां तत् लर्न् टु स्टडि सम्यक् नास्ति तत्र सम्यक् नास्ति इदानीं तद् पूरितम् अस्ति चेद् यदा लङ्लकारे वदामः चेत् भवान् यत् वदति सत्यं लोट् एव किल इति प्रार्थना प्रार्थना प्रार्थनादिषु लोट् किल आमाम् अतः प्रार्थना कदापि न प्राप्नोति रिक्वेस्ट् आर्डर् खलु भगिनि आम् आज्ञा प्रार्थनादिषु लोट् समीचीनं लङ्रूपं कदा न भवति लङ्रूपं बहुकालम् अन्यत् दशवर्षं यावत् वयं वदामः अस्तु उषा भगिनी लङ् करोति वा आं भगिनि लङ् अधियोगः ई योगः तकार अधियोगः ई योगः त आत्मनेपदी अधि लङ् सो अधियोगः आयोगः ई योगः थ अण्ड् आटश्च वृद्धि सो आयोगः ई वृद्धि भवति चेत् ऐकारा भवति आ अधियोगः ऐ योगः ऐ योगः तकारा तकारा तप्रत्ययः तकारः नास्ति तप्रत्ययः अकारः अपि अस्ति किल त ओ तकार इस् विदौट् दि अकार ओके तकारः दण्ड हलन्तमस्ति चेत् तकारः अधियोगः ऐ योगः थ अधियोगः ऐ अद्ध अद्ध अधियोगः ऐ योगः थ ऐ अद्यैत समीचीनं यणादेशः इको यणचि अद्यैत ओके समीचीनम् भगिनी एकः सन्देहः भगिनि तत्र इकारः इको यणचि अपि तत्र इकारस्य स्थाने यकारः आगच्छति अनन्तरम् इनो यन् मध्ये अपि इकारस्य स्थाने यन् आदेशः भवति इनो यन् एतदेव कार्यं करोति खलु भगिनि किं भेदः तत्र इको एनच् मध्ये अनन्तरम् इनो एन् मध्ये न इनो एन् इति इन् इत्यस्य धातुः प्रतिपदोक्तत्वात् इति दृष्टवन्तः किल इनो एन् इति तस्य विषये एव धातो इन् धातोः विषये एव तद् यण् इति आदेशः भवति इको एनचि इति सन्धिसूत्रं किल भगिनि तत्र स्वरसन्धिसूत्राणि इको यणचि इक् इति प्रत्याहारे प्रत्याहारस्थितवर्णानां विषये तद् भवति तद् भिन्नः एतद् भिन्नः धन्यवादः अस्तु प्रथमपुरुष द्विवचनम् अधियोगः ई योगः ताम् अधियोगः आयोगः ई योगः ताम् आटश्च वृद्धि अधियोगः ई योगः आताम् अधियोगः आयोगः ई योगः आताम् आयोगः ई आटश्च वृद्धि अधियोगः ऐ योगः आताम् अद्यै ओ आताम् आताम् आताम् अचि अचि फालोयिङ्ग् सो अचिष्णुता दुब्रुवाम् आल्सो शुट् कम् भगिनि अधि अधियोगः आयोगः ई योगः यकारा योगः आताम् सो अधियोगः ऐ योगः यकारा योगः आताम् यकारा योगः आताम् उड् बि याताम् अधियोगः ऐ अद्यै अद्यै याताम् सम्यक् बहुवचनम् उद्बि अथ अथ आताम् अथ अथ अथ अधियोगः आ योगः ई योगः अथ अथ आयोगः ई ऐकार अण्ड् देन् अथ अचिष्णुदादु ब्रुवां शुट्कम् अण्ड् सो यकार शुक्कम् अधियोगः ऐकार यकार यकार योगः अत यत आद्यै यत मध्यमपुरुष मध्यमपुरुष एकवचनं ताः एकवचनं अधियोगः ई योगः ताः अधियोगः आयोगः ई योगः ताः अधियोगः ऐ योगः ताः अद्यै ताः रैट् भगिनि अधि अद्यै ताः ओके द्विवचनम् अधियोगः सन्धि आगच्छति खलु भगिनि अद्यै ताः यण् सन्धि वुड् मेक् इट् अद् अद् यै ताः देन् अधियोगः आयोगः ई योगः आताम् अथाम् अधियोगः ऐ योगः यकारायोगः आथाम् अधियोगः ऐ अध्यै देन् यकारायोगः आथां याताम् अध्यै याथाम् एण्ड् बहुवचनम् अधियोगः आयोगः ई योगः द्वं सो अद् अध्यै द्वं रैट् भगिनि अध्यै द्वं ओके देन् उत्तमपुरुषः एकवचनं उत्तमपुरुषः एकवचनम् उद् इ सो अधियोगः इ अधियोगः आयोगः इ योगः इ रैट् भगिनि सो इ अचि प्रत्यय सो अचिष्णु धातु ब्रुवां सो यकार उत्कम् अधियोगः आयोगः इ आटश्च वृद्धि अधियोगः ऐ योगः यकारायोगः इकार यकारायोगः इकार उद्भिकम् इ देन् अधियोगः ऐ उद्भि अध्यै इ यकार विद इकार अध्यै इ देन् मध्यम ऐ मीन् बहु नाट् द्विवचनं उद्भि वहि महि सो अध्यै वहि अध्यै महि सो अध्यै अध्यै वहि अध्यै महि सम्यक् भवती अपि एकं वाक्यं वदतु ते सर्वे ते अद्यै सूत्राः अद्यै यत सूत्राणि सूत्राणि ओके सूत्राणि अद्यै यत सर्वाणि सूत्राणि अध्येयत तदेव ते सर्वे सर्वाणि सर्वे रिमेम्बर्ड् इत्युक्ते अस्माकं पूर्वम् इक् स्मरणे धातुः इदानीं तु स्टडि स्टडि लर्न्ट् इति अर्थे अध्ययनं कृतवन्तः अध्ययनं कृतवान् भवती अपि कृतवती किल भगिनी उषा भगिनी भवती अपि पाणिनीयसूत्रं पूर्वमेव अध्ययित किल या भगिनि या लिटल् बिट् बट् ऐ हेव् बिन् डन् इन् अ लाङ्ग् फार् फैव् इयर्स् ऐ हेव् लास्ट् टच् एकवारं पठति चेत् आगच्छति परन्तु अध्ययित अध्ययित पठितवती इति अर्थे भवति अध्ययित अध्ययित भगिनि अहं वदामि वा एकं वदतु वदतु पाठशालायां छात्राः वेदम् अध्ययत सम्यक् समीचीनम् उत्तमं धन्यवादः धन्यवादः धन्यवादः अस्तु श्रीवल्ली भगिनी विदुलि आं भगिनि विदुलि सर्वे प्रत्ययाः अपि अस्ति ईकारादिप्रत्ययाः अधियोगः ईयोगः ईता ईयोगः ईता तिङ्निमित्तकार्यम् अचिष्णुर्धातुभ्रुवां इङ्गुवङ्गौ इति सूत्रेण ई आदेशः भवति अधियोगः ईयोगः ईत अधीयीत इति आं भगिनि अधीयीत यकार इङ्गुवङ्गौ अचिष्णुर्धातुभ्रुवां इति सूत्रेण यकारः आयाति अधीयीत ईयाताम् इति विवचने प्रत्ययः रूपम् अधीयाताम् अधीयीयातम् यकारस्य अधीयीयातम् बहुवचने अधीरन् अधीरन् यकारस्य दीर्घम् ईरन् मध्यमपुरुषे ईताः इति प्रत्ययः रूपम् अधीताः विवचने ईयाथाम् इति प्रत्ययः रूपं भवति अधीयाथाम् इति रूपं भवति वचने ईध्वम् इति प्रत्ययः रूपं भवति अधीध्वम् इति रूपं भवति उत्तमपुरुषे एकवचने ईय इति प्रत्ययः रूपम् अधीय इति रूपं भवति ईवहि अधीवहि ई महि बहुवचने अधीमहि विधिलिङ्गि एकं वाक्यं वदतु भगिनि वयं रमा भगिन्याः संस्कृतम् अधीमहि कथम् आगच्छति विधिलिङ्गि अवश्यं करणीयम् इति अर्थे कण्टिन्यू वि हाव् टु कण्टिन्यू भगिनि वि शुड् कण्टिन्यू दट् वाट् वि से कण्टिन्यू वि शुड् कण्टिन्यू लर्निङ्ग् वयं कण्टिन्यू ऐ एम् नाट् गेटिङ्ग् कण्टिन्यू कण्टिन्यू इति शत्रन्तप्रत्ययः आगच्छति भगिनि समीचीनम् अधीमहि व्याकरणम् अधीमहि वयं सर्वे रमा भगिन्याः समीपे वयं एतत् व्याकरणवर्गम् अधीमहि अस्तु अस्तु विजया भगिनी भवती एव डि इति पठतु भगिनी किञ्चित् समयः अवशिष्टः अस्ति डि धातुः डि धातुः गति व्याप्ति डि इति अस्ति बहु सम्यक् एव सुलभमेव खलु भगिनि तत्र तद् पठतु भगिनि एकवारं कुत्र अस्ति अस्तु भगिनि वि धातुः गतिव्याप्तिः गतिव्याप्ति प्रजन प्रजनकान्त्यसन् यसन खादनेषु पूर्वं किम् अस्ति भगिनि प्रजनकान्त्य जनकान्त्यसन किं भगिनि अत्र कान्त्यसनखादनेषु गत्यर्थकधातुः अस्ति बहुषु अर्थेषु आगच्छति धातुः कान्त्य असनमेपि असन इत्युक्ते खादनं बहुषु खादनेषु एतत् बहु अस्माकं भाषणं तदेव अस्ति भोजनम् आसनम् इत्युक्ते भोजनमेव न अस्माकं भाषा बिन्दुः तुलुभाषायाः ओ अस्तु एव अतः अतः अत्र एकवारं क्षम्यतां भगिनि अर्थः किं दत्तम् अस्ति इत्युक्ते to go to pervade to surround to attack to be pregnant to conceive to glow to shine to throw to eat asana kadaneshu ityukte to eat eva kantyah eva shine glow shine iti kanti iti arthah prajana prayah to be pregnant or conceive iti arthe gatyarthakah ityukte to go iti vyapti ityukte pervade सरौण्ड् इति व्याप्ति अटाक् अपि व्याप्तिः एव समीचीनं सर्वे अत्र सर्वे अर्थाः अस्ति वि इति धातुः. अस्तु, भिन्नभिन्नवाक्यानि निर्माणं कुर्मः. अस्तु भगिनि, पठतु. क्षम्यतां, हलादि पित्. अस्तु भगिनि, प्रथमबिन्दुः हलादि पित्सु गुणः वियोगः ति वेति इति आगच्छति, तत्र गुणकार्यं भूत्वा. अनन्तरं द्वितीयबिन्दुः अजादि पित्सु, तत्रापि गुणः अयादेशः वियोगः आणि वे योगः आणि योगः ऐ योगः आणि वयानि इति प्रथमपुरुष बहुवचनमस्ति अत्र. आणि लोट् मध्ये आगच्छति. अस्तु भगिनि, तृतीयबिन्दुः अलादि अपित्सु निति च गुणनिषेधः वियोगः तः वीतः वर्णमेलनम्. अनन्तरं चतुर्थबिन्दुः अजादि अपित्सु निति च गुणनिषेधः अचि श्रु धातु ब्रुवां युवोर् इयङ् उवङ् इत्यनेन इयङ् आदेशः वियोगः अन्ति वा योगः इय योगः अन्ति वियन्ति इति आगच्छति. अत्र अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि. उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु. लटीरूपं वदतु. लटीरूपं तत्र तत्र ति इति अस्ति. प्रथमं वि इति धातुः, तत्र हलदि पित्सु, अतः तत्र गुणकार्यमस्ति. वि इति तत्र ति इति अस्ति, तत्र गुणकार्यं भूत्वा वि इति वे इति आगच्छति. वेति अनन्तरं वियोगः तः वीतः वियोगः अन्ति तत्र यकारः आगच्छति. इयङ् उवङ् तत्र वियन्ति इति. अनन्तरं वेशि आदेशप्रत्यययोः इति सकारस्य स्थाने मूर्धन्य शकारः आगच्छति वेशि इति. अनन्तरं वीतः किं भगिनि, गुणः भवति वा? हा, गुणः भूत्वा एव अनन्तरम् आदेशप्रत्यययोः कार्यं करोति, अतः वेशि इति भवति. अनन्तरं वीतः तकारः मेलनेन वीतः एव. अनन्तरं वीत तादृशमेव वर्णमेलनम् अत्र. अनन्तरं वेमि गुणकार्यं भूत्वा मि योजनेन वेमि इति आगच्छति. तादृशमेव वीतः वीवः वीमः इति कार्यं करोति तत्र. समीचीनं, बहु कार्यम् अस्ति तत्र वर्णमेलनमेव. वाक्यम् एकं वाक्यं वदतु. अहं रमा भगिन्याः गृहं वेमि. समीचीनं, स्वागतं वेमि. सम्यक्, अस्तु. अरुणा भगिनी लोटि करोति वा? प्रयत्नं करोमि भगिनि. वियोगः तां वियोगः तु कीदृशप्रत्ययः? अदादि ऐं सारि हलादि अपित् अस्ति. वेतु न गुणः पित् एव अस्ति किल, भवती पित् इति उक्तवती. आं भगिनि, गुण वि ई बिकम्स् ए. तत्र सार्वधातुक आर्वधातुकयोः गुणं भूत्वा खलु खलु भगिनि, गुणः भूत्वा गुणः भूत्वा वेतु वेतु तात् अतिष्ठे अपित् अस्ति. वितात् समीचीनं. वियोगः ताम् अपित् अस्ति. वीतां सम्यक्. वियोगः अत अन्तु अन्तु वयन्तु यन्तु तत्र किं भवति अन्तु अन्तु इति अदादि अपित् अस्ति ततः अशिष्टदातो ब्रुवाम् इति सूत्रेण इयङ् आदेशः भवति समीचीनं वीयन्तु वियन्तु ह्रस्वमेव वियन्तु अनन्तरं भगिनि किमत्र ह्रस्वं भगिनि वि वियन्तु अन्तु अन्तु वियन्तु वियन्तु वियोगः हि हि वेहि भगिनि तत्र इति कीदृशप्रत्ययः हलादि पित् ओ सेरि सो विहि वीहि समीचीनं वीतात् विहि वीतात् वीतं वीता वियुगः आनि आनि अजादि पित् अस्ति गुणः भवति वे प्लस् आनि ऐ आदेशः आगच्छति वायानि वयानि वयानि वयानि वयाव वयाम सम्यक् एकं वाक्यं वदतु भगिनि गत्यर्थक इति विजया भगिनी उक्तवती अतः खादनं वा आसनम् इत्यस्ति इत्यर्थे वदतु खादन वि धातुः बहुषु अर्थेषु भवति किल गत्यर्थक इति अर्थे विजया भगिनी उक्तवती लटि भवति इदानीं लोटि खादनम् इत्यर्थे वदतु खादनं वा आसनं वा व्याप्तिः किमपि अन्यदर्थे वदतु इति मम आशा अस्ति सर्वदा फलानि वेतु वेतु सर्वदा फलानि वेतु वियन्तु इति बहुवचनं वियन्तु किमपि कर्ता किमपि भवेत् किल सर्वे सर्वे सर्वे सर्वे सः मी ओके सः वेतु समीचीनं ते वियन्तु फलानि वियन्तु इति वदामः चेदेव पर्याप्तं वयम् अवगन्तुं शक्नुमः वकारः वकारः तत्र किं कार्यं करोति भगिनि तत्र वि इति अस्ति किं कार्यं भगिनि कुत्रापि किमपि कार्यं नास्ति भगिनि तत्र वि इति धातुः तत्र लोट् मध्ये उत्तमपुरुष वयानि इति आगच्छति खलु तत्र वयानि वि इति गुणनिषेधः अतः वकारः गुणनिषेधः गुणः भवति किल प्रत्ययः पित् अस्ति पित् अस्ति पित् अस्ति न मम प्रश्नः वि इति धातुः तत्र वकारः कथम् आगच्छति इति मम प्रश्नः वयः आनि इति प्रत्ययः आनि नास्ति तत्र वि इति धातुः वियोगः आनि लोट्लकारे उत्तमपुरुषे एकवचने वियोगः आनि ईकारः अस्ति खलु भगिनि दीर्घ ईकारः अनन्तरम् आकारः दीर्घ आकारः आनि इति अनन्तरं गुण भवति गुण भवति भगिनि गुणः गुणकार्यं भवति प्रथमं सार्वधातुक वेयोगः आनि ये योगः आनि अयावः धन्यवादः सम्यक्. अस्तु, कस्य क्रमः इदानीं? महोदय, भवतः क्रमः एव. लङ्लकारः, लङ्लकारे वियोग, अस्तु, वियोग त इति अस्ति, गुणः भवति वेत अवेत इति भवति. अग्रे तां वीताम् अवीताम् अस्ति, अग्रे वियोग अन् अस्ति, वियोग अन् इयङ् उवङ्गादेशः अस्तु, इयङ्गादेशः भवति, गुणः नास्ति. वियन् अवि अवि इयम् अवि एकवारम् अवियन् अवियन् इति भवति, अवियन् अस्तु. स इति अस्ति, वियोग स इति अस्ति, वेः इति इदानीं वेः इति भो वेस् इति अस्ति, वेः अवेः इति रूपम्. अग्रे अवि अवीतम् अवीत इति, अग्रे वे वे इति अस्ति, वे वि वे भवति, अवे वे योग अम् इति अस्ति, ये योग अ अयम् यनादेशः भवति. एकवारं ये न क्षम्यतां, यनादेशः नास्ति, ये योग अम् अस्ति, अयादेश सन्धि अस्ति, अय अयम् इति रूपं किं महोदय? एकवारम् एकवारं वि इति अस्ति, वे भवति, वे योग अम् अस्ति, वे योग अम् इति अस्ति, इदानीं एकारस्य य आदेशः भवति, यम् इति भवति अत्र, यम् इदानीं किम् अभवत्? अकार अडागमः न कृतवान्. अडागम अस्ति, अडागम अस्ति, अव अव अवयम् अवयम् अवयम् अवयम् अस्ति. अस्तु, अनन्तरं वि वीव अवीव अवीम इति भवति. सम्यक्. भवान् अपि एकं वाक्यं वदतु महोदय. गत्यर्थकः अभवत्, खादनार्थः अभवत्. खादनार्थः एकवारं व्याप्ति प्रा व्याप्ति इति अस्ति, कान्ति अपि अस्ति, गजन अपि अस्ति, कान्ति अवेत् अवेत् किं किं कर् अवेत् अवेत् सः सम्यक् भोजनम् अवेत्, खादनात् सम्यक् भोजनम् अवेत्. परन्तु तस्य प्रयोगः बहु विरलः अस्ति, अहं कुत्रापि न तदेव न वेति इति प्रयोगः वेति आगच्छति. अवयम् अपि अहं कुत्रापि दृष्टवती, कुत्र इति न जानामि. वेत्ति इति तस्य प्रयोगः अस्ति भगिनि, वेति इति अहं न ते वेति इति तु अण्डर्स्टाण्ड् इति तादृश अस्ति, तत्तु तद् तद् भिन्नं. वेति इति अपि किञ्चित् पश्यामः, किञ्चित् यदा काव्यं वा तादृशं लिट्रेचर् इति पठामः तत्र आगच्छति महोदय. सरलसंस्कृते खादनं भोजनं तावदेव आगच्छति. भगिनि वदतु भगिनि. प्रलयरूपेण सर्वत्र जलं वियन्ति वियन्ति टु सरौण्ड्. प्रलय न न पुनः वदतु भगिनि. प्रलय सर्वत्र जलं वियन्ति प्रलयकालमिव सर्वत्र जलं वियन्ति सर्वत्र जलं वियन्ति भगिनी अस्ति वा? कर्ता न, अहम् अस्मि. कर्ता कः इति चिन्तयन्ती अस्मि. ओ, कर्ता अत्र नास्ति. वयं सर्वे जलानि वियन्ति. जलानि इति भवति वा भगिनि? बहु विरलप्रयोगः महोदय. यदा लिक्विड् फार्म् अस्ति तदा सर्वदा एकवचनमेव स्वीकृतवचनार्थे एकवचनं जलं वाटर् आपः वनं वने वनानि तादृशमेव वा खलु भगिनि? तदेव द्रववस्तु अस्ति चेत् सर्वदा एकवचनमेव स्वीकृतवन्तः. बहुवचनं नास्ति. दधि, मधु, जलं, वारि इति एकवचनान्तरूपमेव. आपः अपि आपः बहुवचनमेव भगिनि. तादृशमेव द्रववस्तुः अपि जलमपि स्वीकृतवन्तः. तादृशं जलानि इति किमपि नास्ति. व्याकरण प्रयोगः विधिलिङ्ग उक्त्वा समापयामः. उषा भगिनी विधिलिङ्ग कस्यापि चाट् मध्ये. ओके, नमस्कार. विधिलिङ्ग विधातु विधिलिङ्ग प्रत्ययाः सर्वे प्रत्ययाः हलादि अपित् हलादि अपित् प्रत्ययाः. वियोगः यात् वर्णमेलनमेव अस्ति. वियात् वियातां वियुः वियाः वियातं वियात वियां वियाव वियाम. सम्यक् सम्यक्. अत्रापि एकं वाक्यं वदति वा, अनन्तरं समापयामः. सः कान्ति अर्थ. ऐ वास् थिङ्किङ्ग् आफ् कान्ति अर्थ. हि शैन्स् लैक् आर् हि शुड् शैन् लैक् ए देव. समीचीनं. वदतु. प्रथमं तस्य अनुवादं करोतु. सः देवमेव देवम् इव वियात्. सदृश अपि इव अर्थे एव भवति वियात्. अरयः वियुः एनिमी शुड् बि अटाक्ड् शुड् बि अटाक्ड्. समीचीनं. तेन तादृशम् आगच्छति. तेन देवसदृशः किम् अस्ति? वियात्. सदृशप्रयोगे तृतीया आगच्छति यदा कम्पेर् वित् हूम् किल. कर्मणि न कर्मणि नास्ति. कम्पेर् वित् इति तद् उप किं वदामः उपपदं सदृशम् इत्युक्ते उपपदं. तत्र तृतीया आगच्छति. सः देवेन सदृशः किमस्ति? वियात्. वियात् वि आर् कम्पेरिङ्ग् वित् देवा किल, अतः वियात्. समीचीनम्, उत्तमम्. अस्तु, अग्रिमसप्ताहे शीङ् धातुः, तत्र किञ्चित् पठनम् आवश्यकं. नूतनसूत्राणि अपि सन्ति, तद् अग्रिमसप्ताहे पश्यामः. धन्यवादः. धन्यवादः. शुभदिनं भगिनि. धन्यवादः भगिनि. शुभरात्रि. धन्यवादः भगिनि.